पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 42 मार्कण्डेय उवाच शृणुराजन् प्रयागस्य माहात्म्यं पुनरेवतु यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः आर्तानां च दरिद्राणां निश्चितव्यवसायिनां स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन गङ्गायमुनमासाद्य यस्तु प्राणान् परित्यजेद दीप्तकाञ्चनवर्णाभे विमाने सूर्यवर्चसि गन्धर्वाप्सरसां मध्ये स्वर्गे मोददि मानवः ईप्सिल्लभते कामान् वदन्ति ऋषिपुङ्गवाः सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः वराङ्गना समाकीर्णैर्मोदते शुभलक्षणैः गीतवादित्र निर्घोषैः प्रसुप्तः प्रतिबुध्यते यावन्न स्मरदे जन्म तावत्स्वर्गे महीयते तत्र स्वर्गात् परिभ्रष्टः क्षीणकर्माद्दिवश्च्युतः हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति देशस्थो यदि वारण्ये विदेशे यदि वा गृहे प्रयागं स्मरमात्रोऽपि यस्तु प्राणान् परित्यजेद स ब्रह्मलोकमाप्नोति वदन्ति ऋषिपुङ्गवाः सर्वकामफलावृत्ता मही यत्र हिरण्मयी ऋषयो मुनयसिद्धा यत्र लोके प्रगच्छति स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तडे शुभे मोदते ऋषिभिः सार्धं स्वकृते नेहकर्मणा सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपदिर्भवेद तदशुभानि कर्माणि चिन्तयानः पुनः पुनः गुणवान्वित्तसम्पन्नो भवतीह न संशयः कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः गङ्गायमुनयोर्मध्ये यस्तु दानं प्रयच्छति सुवर्णं मणिमुक्तां वा यदि धान्यं प्रतिग्रहं स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते एवं तीर्थेन गृह्णीयात् पुण्येष्वायतनेषु च निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेद कपिलां पाडलावर्णां प्रयागे यः प्रयच्छति स्वर्णशृङ्गीं रौप्यखुरां शैलकण्ठीं पयस्विनीं प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगं सा गौस्तस्मै च दातव्या गङ्गायमुनसङ्गमे वासांसि च महार्हाणि रत्नानि विविधानि च यावद्रोमाणि तस्यागोः सन्धिगात्रेषु सत्तम तावद्वर्षसहस्राणि स्वर्गलोके महीयते यत्रासौ लभते जन्म स सा गौस्तत्राभिजायते न च पश्यत्यसौ घोरं नरकं तेन कर्मणा उत्तरान् स कुरून् प्राप्य मोददे कालमक्षयम् गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीं पुत्रान् दारान् तथा भृत्यान् गौरेका प्रतितारयेत् तस्मात् सर्वेषु दानेषु गोदानं तु विशिष्यते दुर्गमे विषमे घोरे महापातकसम्भवे गौरेव रक्षां कुरुते तस्माद्देयाद्विजातये इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्विचत्वारिंशोऽध्यायः ॐ